आरम्भं करोतु। नमस्ते महोदय। ॐ सहनावतो सहनौ भुनक्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नाय त्रिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ धन्यवादः भगिनि। धन्यवादः। आरम्भं कुर्मः। प्रश्नाः सन्ति? अन्न शेर् स्क्रीन् कर्तव्यं न? आं भगिनि। नमस्ते भगिनि। सरस्वती सर्वदा शेर् स्क्रीन्। ओके, आरम्भं करोमि। शेर् स्क्रीन् विषयं वयं धातुगणः एतत् वयं पठितवन्तः। किञ्चित् शीघ्रं पुनरभ्यासं कुर्मः। अहं नाम आह्वयामि। ओके, कणम्मा, धातुगणाः तत्र वयं किं पठितवन्तः, झटिति वदतु। कति गणाः सन्ति? अरे कणम्मा, समस्या अस्ति वा? न श्रूयते। न श्रूयते भवती वदति वा न? कन्नम्मा वाय्स् इस् वेरि वेरि फीबल्। ओके, मोहिनी धातुगणाः दश सन्ति। दशगणाः सन्ति तत्र। यदा अहं पदं स्वीकरोमि, तिङन्तपदं, तत्र कति भागाः सन्ति? धातु, वितरणप्रत्यय, तिङन्तप्रत्यय। ओके, अनन्तरम् इतोपि एकं प्रश्नमस्ति अत्र। गणस्य नाम केन आधारेण अस्ति? हरि ओम् भगिनि, विस्मृतं हा? न न न, इदानीं श्रूयते वा? धातुगणः दशगणाः सन्ति, गणानिर्माणार्थं विक्रणप्रत्यय। सरस्वती भवती श्रोतुं शक्नोति वा? कन्नम्मा बहु फीबल् अस्ति। केन् यू स्पीक् लौडर्? Your voice is not at all clear. I mean, it's very, very, I'm able to hear because I'm having headphones, but it is very, very low. Hari Om, idanim shruyate. Log out, log in karoti chet kadachit. I think so. Purnima, Ganesha Nama. कथं निर्मितमस्ति? धातोः गणस्य प्रथमधातोः नामेन निर्दिष्टं भवति. यदा भू भवति चेत् भ्वादिगण तथा एवम्. अनन्तरम् इदानीं द्वितीयकरपत्रं पश्यामि. तत्र किं किम् अस्ति द्वितीयकरपत्रस्य? हा अत्र हा कस्य पर्यायः इदानीं प्रभाकरन् प्रथमवारं, परन्तु अहं पूर्वस्मिन् पाठस्य अवगमनम् अस्ति इति. अत्र किं दत्तमस्ति? हा धातुगणपरिचयः. हा वदतु वदतु. द्वादिगणः, अदादिगणः, जुहोत्यादिगणः. न न नाम तु वयं दृष्टवन्तः पूर्वं. हा जी अस्मिन् पाठे वयं किं पठितवन्तः पश्यतु संक्षेपरूपेण एतत् दत्तमस्ति. एतत् तु संक्षेपरूपेण दत्तं विकरणप्रत्ययस्य गणः विकरणप्रत्यये मूलरूपं लट् लकारस्य प्रथमपुरुष एकवचनरूपै विकरणप्रत्ययस्य आकृतिः इत्युक्ते किं? लट् लकारस्य प्रथमपुरुष एकवचनरूपे विकरणप्रत्ययस्य आकृतिः आकृतिः भूवादिगणस्य आकृतिः भवति आ शब् शब् इति विकरणप्रत्ययः. शकारपकारयोः लोपः भवति. तदनन्तरम् आः एव तिष्ठति. आ विकरणप्रत्ययस्य आकृतिः भवति. आकृति इत्युक्ते अवशिष्टभागः यत् उपयोगिभागः अस्ति. अवगतम्? अतः अत्र टेबल् फार्म् मध्ये दत्तमस्ति मूलप्रत्ययः यद्वयं योजयामः तदनन्तरं तस्य साक्षात् यद्भागः वयं योजयामः तद् अपि दत्तमस्ति. इत्युक्ते एतत् अस्माकं चीट् शीट् अपि कर्तुं बहु उपयोगी अस्ति. अवगतं सर्वे? अवगतं जि अवगतम्. एतत् कुत्रापि लिखित्वा स्थापितं वा अद्य? अन्यथा अद्य कष्टं भविष्यति. ओके. अनन्तरम् अग्रे गच्छामि. अग्रे गुणविषये किमस्ति तदपि द्रष्टव्यं न? ओके. इदानीं कस्य पर्यायः? प्रभाकरन् प्रतिभा. प्रतिभा गुणविषये किं जानाति? अथवा किं वयं दृष्टवन्तः? प्रतिभा गता. नमस्ते भगिनि, सुप्रभातं. क्षम्यताम्, अद्य अहं शृणोमि एव, कार्यमस्ति गृहे, सरस्वतीपूजा अस्ति किल, गतसप्ताहे अहम् उक्तवती. ओ हो ओके सरस्वती. क्षम्यतां भगिनि. तत्र वादिगणे अवशिष्ट भागः अकारः अस्ति. तदपि सुदादिगणः अपि अकारः अस्ति. सो कथं निर्णयं करोमि? इदानीं प्रश्नः अस्ति गुणः इत्युक्ते किं, तदनन्तरम् अकार अकारयोः चर्चां कुर्मः. ओके. गुणः व्याकरणे एक नाम, तत्र स्वरः इकार ईकारः अस्ति चेत् गुणः एकारः भवति, परिवर्तनं भवति. उकारः ऊकारः अस्ति चेत् ओकारः भवति. ऋकारः ऋकारः अस्ति चेत् अर् इति परिवर्तनं भवति. परिवर्तनं भवति इत्युक्ते गुणकार्यम् इत्युक्ते एते वर्णाः यदा किं उपदेश अवस्थायां सन्ति ओरिजिनल् मूलरूपे एते वर्णाः सन्ति चेत् परिवर्तनं कर्तव्यं तदस्ति गुणकार्यम्. ओके ओके इदानीं कुत्र कुत्र भ्रमः भविष्यति तस्मिन् विषये वयं दृष्टवन्तः. किञ्चित् रूपल् प्रथमभ्रमविषये वयं तु किं द्वादिगण त्युगादिगणविषये दृष्टवन्तः. तत्र कथं वयं निर्णयं करिष्यामः रूपल्? आमां नमो नमः. ओके द्वादिगणे त्युगादिगणे अकारः एव अवशिष्यते विकरणप्रत्ययस्य. अतः अस्मिन् गणे कः धातुः अस्ति तस्य निर्णयः कथं वयं कुर्मः? स्मरणे अस्ति वा न? उक्तवती. वदतु. नमस्ते. नमस्ते. भादिगणे कस्मिंश्चित् धातोः इ उ रु एषु स्वरेषु एकः अस्ति चेत् तस्य स्वरस्य गुणः भवति. अतः तत् एकम् ऐडेण्टिफिकेशन् पायिण्ट् भवति. वदतु. अत्र मुख्यतः नियमद्वयम् अस्ति अवगमनार्थं. भादिगणे धातोः अन्तिमवर्णः इ अस्ति चेत् तस्य वर्णस्य गुणः भवति. ओके नियमं भादिगणे धातोः उपधा मीन्स् अन्तिमवर्णस्य पूर्वः यः वर्णः अस्ति सः उपधा वदति. सा उपधा इ उ रु अस्ति चेत् तस्य वर्णस्य गुणः भवति. ओके विकरणप्रत्ययः अ अस्ति न अवशिष्टभाग यत् वयम् उपयोगं कुर्मः. यदा इ उ ऋ नास्ति उदाहरणार्थं पठ् धातु तत्र तु इपि नास्ति उपि नास्ति ऋपि नास्ति तत्र कथं निर्णयं कुर्मः? पठ् अस्ति पिश् अस्ति. ओके कृष् तु बहु सरलम् अस्ति तत्र ऋ अस्ति कर्षति. ओके अनन्तरं पश्यामः तस्मिन् विषये. गतमस्ति अनन्तरम् इतोपि विकरणप्रत्यये श इत्यस्य कार्यं गुणस्य कृते प्रेरयति. किमर्थं गुणः भवति इति भवादिगणे तुदादिगणे इत्यस्मिन् समये विकरणप्रत्यये श इत्यस्य कार्य गुणस्य कृते प्रेरयति. विकरणप्रत्यये प इत्यस्य कार्यस्य प नास्ति चेत् गुणस्य कृते अवरोधं करोति. बहु सम्यक् बहु सम्यक्. अनन्तरम् इदानीं कस्याः पर्यायः? सुशीला. नमस्ते भगिनि. नमस्ते सुशीला, अत्र किं लिखितं, किमर्थं गुणः भवति द्वादिगणे न तुदादिगणे? हा, शकारपकारयोः कार्यं सा उक्तवती सर्वं. अत्र इतोपि किमपि इण्डिकेटर् अस्ति, हा, मार्गदर्शकः. आं भगिनि, अकारः अस्ति धातोः मध्ये, पठ खाद इत्यादि धातूनां गुणः न भवति, किन्तु ते धातुः भवतिगणे अस्ति. कथं निर्णयं कर्तुं शक्यते चेत् स्त्रीलिङ्गपदे चतुरन्तपदं दृश्यम् आवश्यकं. चतुरन्तपदे नकारः अस्ति चेत् तत् तद् धातुः भवादिगणे अस्ति इति निर्णयं करोमि. ओके, परन्तु यदा तुदादिगणे अस्ति तदा तुदादिगणे अस्ति चेत् शप् न भवति, न शप् न भवति, न किं शत्रुरूपस्य आधारेण कथं निर्णयं कर्तुं शक्नुमः? दुदादिगणे, दुदादिगणे एकनिमिषं लिखति, दुदादिगणे लिक् धातु अस्ति, लिखति किं करोति गुणकार्यं न भवति, अतः लिक् एव भवति. अतः दुदादिगणे एतत् गुणकार्यं न भवति चेत् तत् दुदादिगणे अस्ति इति निर्णयं करणीयम्. अहं वदामि वा भगिनि, एकनिमिषं, हा, सा वदति. पूर्णिमा, पूर्णिमा, ओके, वदतु. तुदादिगणे चतुरन्तप्रत्यय स्त्रीलिङ्ग विकल्पेन लिखन्ति च भवति, लिखति अपि भवति, परन्तु भवादिगणे नित्यं नकारः तिष्ठति चतुरन्तपदे, तदेव व्यत्यासः भवति. तदेव किं निर्णयं कर्तुं, तस्य आधारेण निर्णयं कर्तुं शक्नुमः. परन्तु लिक् धातु तत्र तु इकारः अस्ति न, किम् गुणकार्यं न भवति, गुणकार्यं न भवति, पित् अपित् कारणेन, पित् कारणेन. परन्तु मम चिन्तनं कथम् अस्ति, एकं तु निर्णयं कर्तुं तु क्लू अस्ति न, इकारस्य गुणकार्यं न भवति, अतः षष्ठगणीयधातु. परन्तु यदा इकार उकार ऋकारस्य समस्या नास्ति, तत्र कथं निर्णयं कुर्मः? ओके, ओके, तत्र तु किं शत्रुप्रत्ययस्य नकारस्य वैकल्पिकरूपमस्ति, अतः तस्य आधारेण वयं निर्णयं कुर्मः. ओके, इदानीं साक्षात् अभ्यासे गच्छामः. हा, सिद्धः, सर्वे सिद्धाः? आम् आं भगिनि. आम्, ओके, आं कः उक्तवान् प्रथमं? सुशला. सुशीला, हा, ओके, आरम्भं करोतु. हा, आम् आम् आम्, गृज् धातुः गर्जति क्रियापदं, क्रियापदस्य अकारः श्रूयते, गर्जति अति श्रूयते, कृ उपादायम् अस्ति, अतः गुणकार्यमस्ति, उकार ऋकारस्य गुणकार्यम् अर् भवति, इग् गकारः योग अर् चेत् गर् भवति, विकर्णप्रत्यया अस्ति, अतः गर्जति इति करणीयम्. एतत् भवादिगणे अस्ति, यस् गुणति, गुणकार्यं कृतम् एव अतः इद् एतत् धातु भवादिगणे अस्ति. ओके, इदानीं किं वदामि, गृज् अस्ति अस्माकं हस्ते, तस्य गर्जति इति भवति. आम् गर्जति. ओके, हे दिस् इस् वेरि स्लो. कार्यं कथं कृतं? गकारः योगम् अर् गुणकार्यं करणीयम्, अतः गर् भवति, जकारः अकारः तिङ् प्रत्ययस्य तिकारः, अतः गर्जति. ओके, मम चिन्ता, ओके फैन्, अहं किञ्चित् भिन्नरीत्या करोमि, तत् अनन्तरं पश्यामः. ओके, यत्र कुत्रापि समस्या आगच्छति चेत् गृज् इति धातु न, गृज् तस्य रूपं भवति गर्जति. ओके, तत्तु भवती सामान्यरीत्या उक्तवती. ओके, इदानीम् अग्रे गच्छामः. कुत्र गन्तव्यं, कस्याः पर्यायः? तेजल् अग्रिमधातु करोति. महोदय, अहं लास्ट् वक्तुं शक्नोमि इदानीं. किमस्ति? इदानीं वक्तुं न शक्नोमि, गणे अपि लिखितम् अस्ति. किमर्थं वक्तुं न शक्नोति? ओके, विजया भवती प्रथमवारम् आगतवती न अत्र? विजया उत्तरं ददाति. न, सापि मौनं तिष्ठति. कनमा? आं भगिनि. इदानीं श्रूयते? श्रूयते. शुत् शोचति. एकनिमिषम् अहं लिखामि. शुच् एतस्य शोचति भवति. अस्तु भगिनि. ओके, इदानीं वदतु कथं कृतम्. सकारः विभजनं करोति वा? प्रथम सकारः, सकारः, ओके, उकारः, चकारः, चकारः, ओके, अनन्तरं विकरणप्रत्ययः अकारः. विकरणप्रत्ययः अकारः. ओके, तिङ् प्रत्ययः ति. तिङ् प्रत्ययः ति. अत्र प्रथमगणः भ्वादिगणः अस्ति, तद् शप् कारणेन ओकारः भवति. अतः उपधा वर्णः उकारः, हृस्य उकारः अस्ति, तद् ओकारः भवति. सकारः ओकारः, चकारः चकारः, अकारः अकारः, अनन्तरं ति. ओके, इदानीं शोचति. शोचति कथं निर्णयं कृतमस्ति? भ्वादिगणीय इति. भ्वादिगणे अत्र अकारः विकरणप्रत्ययः अस्ति, उपधा ह्रस्व उकारः अस्ति, तस्य गुणः भवति, ओकारः भवति, अतः भ्वादिगणे प्रथम गणः. अतः प्रथमः गणः भ्वादिगणः. आदिगणः अस्माकं निर्णयं भवति. ओके, इदानीं का आगच्छति? मोहिनी करोति वा? प्रयत्नं करोमि. ओके, अत्र एकनिमिषं. हा, धातु किम् अस्ति? तिल् तिलति. ओके, बहु सरलमस्ति. धातु अविकरणप्रत्यय तिल् धातु युज्य अविकरणप्रत्यय युज्य पि फार् तिङन्तप्रत्यय. सो तिलति सुदादिगण. सुदादिगण. कथं निर्णयं कृतवती? गुण न भव इकारस्य गुण न अभवत्. इकारस्य गुणः न अभवत्. ओके, अतः सुदादिगणीय धातु. ओके, इदानीं पूर्णिमा, अग्रिमधातु किम् अस्ति? चि चिनोति. ओके, श्रूयते वा? हा, श्रूयते. चिनोति, तत्र स्नु विकरणप्रत्यय नो तिष्ठति. चिनोति भवति पञ्चमगणे भवति. चयते इति चिनोति पञ्चमगण. पञ्चमगण, पञ्चमगणस्य किम् अस्ति? पञ्चमगणस्य नाम स्वादि. स्वादि. हा, अहम् उद्घाटयामि एकनिमिषं. हा, पञ्चमगणस्य नाम स्वादिगणः. ओके, सम्यक् वा भगिनि? सम्यक्. हा, सम्यक्. अहं कथं करोमि? अहं टि इति अस्ति न, टि अस्ति. हा, अनन्तरं नो अस्ति. हा, अनन्तरं टि अस्ति. एवं यदा अहं विभजनं करोमि, अत्र ति एतस्य उपयोगं नास्ति निर्णयार्थं. हा, अवशिष्टभागः चि अधिकं नो. चि तु अस्ति धातुभागे, अतः अवशिष्टं नो. हा, नो कुत्र आगच्छति? मम चीत् शीत् कुत्र अस्ति पश्यतु. हा, अत्र नो कुत्र आगच्छति? हा, पञ्चमगणे. हा, पञ्चमगणे. अतः सुदादिगणीय धातु इति निर्णयं करोतु. तदेव अहमपि निर्णयं कृतवती, परन्तु सम्यक् न उक्तवती. चिटिङ्ग् कर्तव्यं. हा, अन्यथा. ओके, हा, अग्रिम शुष्यति. ओके, कस्याः पर्यायः इदानीं? प्रभाकरन् आगच्छति वा? हा, वाट् हेपेन्? प्रभाकरन् महोदय जी. जी, हा, अस्मि जी. शुष्यति, एकनिमिषं. हा, हा, ओके महोदय, आरम्भं करोतु. अहं प्रभाकरन् इत्यस्य शुष् इत्यस्य इष् योगः उ योगः इष् भवति. शुष्यति. शुष्यते, किञ्चित् उच्चैः वदतु जी. अहं सम्यक् वक्तुं न शक्नोमि जी. किम् अभवत्? ओके, अग्रे गच्छामि. प्रतिभा, प्रतिभा ओ सारी प्रतिभा किमपि न वक्तुं शक्नोति इति उक्तवती रूपल् रूपल् ठक्कर् आं महोदय शुश् शुष्यति शुष् अधिक अय शुष् अधिक अय विक्रणप्रत्ययम् आगमिष्यति ओके एकनिमिषं कथम् अहं लिखामि ओ नो नो एकनिमिषं हा मम दोषः अभवत् शुष् अनन्तरं शुष् य प्रत्यय भगिनी शुष् अर्धमेव अस्ति न तर्हि अय न आगच्छति शुष्यति य शुष् अधिक य अधिक तिगन्तप्रत्ययं ति अतः यदा अहं शिष्यति तस्य गणनामेव न करोमि मम हस्ते किं शुष् यत् अस्ति धातोः भागः य यदस्ति विक्रणप्रत्ययस्य भागः विक्रणप्रत्ययः इदानीं य कुत्र आगच्छति चिक्षित् अस्ति वा य कुत्र आगच्छति य अत्र अस्ति चतुर्थीगणे दिवादिगणः दिवादिगणे ओके श्यन् प्रत्यय अवशिष्टं भागं य ओके एतत् यदा वयं निर्माणं कुर्मः हस्ते स्थापनीयम् अथवा पुरतः स्थापनीयं दृष्ट्वा दृष्ट्वा अग्रे गन्तव्यम् अस्माकं तु किम् अस्ति आरम्भस्तरः अस्ति न अतः चीटिङ्ग् सामान्यतया भवति एव अवगतं सर्वे प्रश्नः अस्ति वा दिश् दिश्यति कः करोति वा का करोति सरस्वती दिश् दिशति दिशति दिश् दिश् अकार टि एकनिमिषं दिश् तदनन्तरम् अकार ओके अतः साक्षात् मम हस्ते अ अस्ति इदानीं निर्णयं तु किञ्चित् भ्रमः अस्ति न तत्र आम् केन् बि वादिगणः अथवा तुदादिगणः अपि ओके कथं निर्णयं करणीयं वि हाव् टु यूस् द शत्रुप्रत्यय स्त्रीलिङ्ग अत्र तस्य अवकाशः न दृश्यते कारणं साक्षात् इ अस्ति न पश्यतु यदा इ अस्ति उपदायां किं भवति उपदायाम् इ अस्ति सो गुणः न भवति अतः तुदादिगणः ओके यदा इ उ ऋ नास्ति तदा एव भ्रमः ओके ओके अत्र तु इण्डिकेटर् अस्ति न इ उपयोगं कृत्वा झटिति अग्रे गन्तव्यं हा अग्रिम धातु अरे शीघ्रं शीघ्रं भवति हा विल् वेलयति ओके तस्य पर्यायः इदानीं सर्वमङ्गला वेलयति तस्य वेल् य अयति वेलयति ऐ अय अय यान्तावन्त वेल् वेल् प्लस् स्वरः वयं कर्तुं शक्नुमः अत्र प्रथमं तु सि यत् तिङन्तप्रत्ययः अस्ति तत् तस्य निष्कासनम् अवशिष्टभागः किम् अया वेल् अया अय अय आगच्छति सि यदा अहं निष्कासयामि वेल् अनन्तरम् अय अनन्तरं सि अतः साक्षात् अय दृश्यते अतः कस्मिन् गणे अस्ति अय दृश्यते अय कुत्र आगच्छति चुरादिगणे चुरादिगणे एकं तु सुरादिगणीयधातवः तत्र तु णिच् प्रत्ययः प्रत्ययद्वयम् आगच्छति एकं तु अस्ति णिच् द्वितीयं तु अस्ति शप् ओ अहं किम् उक्तवती णिच् अधिकं शप् इति प्रत्ययद्वयम् अस्ति एतस्य रिसल्ट् अस्ति किम् अय अय द्वयोः मेलनेन अन्तिमरूपं प्राप्नुमः अय इति निच् कारणेन गुणः भवति तत्र विल् इति अस्ति न इकारस्य एकारे गुणकार्यं कृत्वा वेल् इति वयं प्राप्नुमः अवगतम् भ्रमः अस्ति समस्या अस्ति प्रश्नमस्ति वि इत्यर्थ वे भवति तदर्थे नि तत्र यत् इकारः अस्ति तस्य एकारे इत्युक्ते गुणं भूत्वा एकारे परिवर्तनं भवति वयं तु दृष्टवन्तः न गुणकार्यस्य विषये इ इ ए उ ऋ अर् वयं दृष्टवन्तः न अवगतं यावत्पर्यन्तं सुशीला मीनाति मीनाति मी योगं न योगं ति ति इति कन्दप्रत्ययः मीनाति ओके अत्र मी नकारः विकर्णप्रत्ययः मी दीर्घ दीर्घं भवति अतः एतत् गण नवमगणे अस्ति भगिनि नवमगणस्य नाम क्रयादिगणे अस्ति एकनिमिषं भवती भवत्याः स्पष्टीकरणं स्पष्टं नास्ति भागं करोतु मी नाति एतस्य मी योगं न न अस्ति नकारः न न न न आकारः स्न इति विकर्णप्रत्ययः अतः नाकारः एव विकर्णप्रत्ययस्य भागम् अतः ओहो नाकार मा वदतु सुशीला कारणं नाकारः नास्ति नकारः अस्ति आकारः अस्ति यत् अत्र न अत्र वर्णद्वयम् अस्ति नकारः एतयोः मेलनेन वयं ना इति प्राप्नुमः. अत्र ना कुत्र आगच्छति पश्यतु, क्रियादिगणे अस्ति, क्रियादिगणे अस्ति, अतः निर्णयः भवति मी धातु क्रियादिगणे नवमगणे अस्ति इति. नकार एकमेव वर्णः, मनसि स्थापयतु, ना इति वर्णद्वयम् अस्ति, वर्णद्वयम् अस्ति, आम् आम् सत्यमेव. इदानीं तु न वक्तुम् इच्छति. विजया इति राजन् वदति वा? अहं शृणोमि एव महोदय, एतत् सर्वम् अभवत् एव, पर एतत् तु स्मरणार्थम् अहम् अत्र मया आगतम्, अहं शृणोमि एव महोदय. भागमोढुं न इच्छति? आमामाम् अहं शृणोमि. ओके कनमा. अस्तु भगिनि. हा मी अनन्तरम् अत्र कृष् कृषति इति दत्तमस्ति. हा एकनिमिषं. हा कृष् कृष् एतस्य कृषति अस्ति. हा अस्तु भगिनि. शक्ति ओके ओके वदतु. तत्र एतत् धातु षष्टमगणे तुदादिगणे अस्ति, अत्र विकरणप्रत्ययः आ अस्ति, कृ ऋ गुणः न अभवत् तत् कारणेन तुदादिगणे अस्ति. ऋ एवं न मा वदतु, ऋकारस्य गुणकार ऋकारस्य क्षम्यतां भगिनि, ऋकारस्य गुणकारः न अभवत्. योजना आकार विकरणप्रत्यय योजयितुं कृषति एव भवति. षष्टमगण तुदादिगण तुरादिगणीय धातु. ओके अस्तु भगिनि. लाजिक् अवगतं न? आं भगिनि. इदानीं मोहिनी. मोहिनी विभेति एकनिमिषम्, एतत् तु किञ्चित् विरलम् अस्ति. तस्य इति रूपं सिद्धम् अभवत्. ओके वदतु. अहं वित्वं भवति इति मन्ये. वित्वम् अभवत् अत्र. सो बि ऐ डोण्ट् नो हौ इट् बिकेम् हे न चलति न. यदा अहं इकारस्य एकारे परिवर्तितम् अभवत् न, गुणगुण अभवत् अभवत् गुणकार्यं तु अभवत्, परन्तु किं कारणेन भवति इति न जानामि. तस्मिन् विषये चिन्ता मा करोतु. ओके अनन्तरं वयं पश्यामः. कारणम् एकं तु न जानामि, शक् इति यत् प्रत्ययः तत्र आसीत् तस्य तु लोपकार्यम् अभवत् न. पश्यतु शप् लोपः इति अस्ति अत्र, परन्तु द्वित्वं भवति. अतः कुत्र स्थापनीयं? तृतीयगणे. तृतीयगणे जुहोत्यादिगणे. जुहोत्यादिगणे धातु. ओके आम् आम् द्वित्वं यदा वयं कुर्मः तत्र अपि किञ्चित् परिवर्तनं भवति. भ भि तत्तु महाप्राणीय वर्णः अस्ति, तस्य अल्पप्राणे परिवर्तितं भवति. अन्ये अपि केचन नियमाः सन्ति विषये अनन्तरं पश्यामः. ओके, बहु सरलमस्ति इति भासते वा? अग्रे गच्छामः. सर्वे जनाः बहु सम्यक्तया उत्तरं ददति, अतः मम चिन्तनमेवम् अस्ति अग्रे अग्रिमपाठस्य आरम्भं कुर्मः वा एतदेव कण्टिन्यू कुर्मः. भगिनि, मम एकः संशयमस्ति भगिनि. अत्र किञ्चित् धातोः या अस्ति कुत्र? धातु वक्तुं शक्नोति? धातु या याति अस्मिन् भागे, अस्मिन् भागे किञ्चित् अधः अस्ति. ओके, या इति या दीर्घ या अस्ति, याति अस्ति, अत्र विकर्णप्रत्य याति विकर्णप्रत्ययः आ अस्ति इति मन्ये. अनन्तरं विकर्णप्रत्ययः नास्ति. प्रथमगणे अस्ति वा द्वितीयगणे अस्ति वा कथं ज्ञातुं? द्वितीयगणे एव तत्र विकर्णप्रत्ययः नास्ति खलु भगिनि? विकर्णप्रत्ययः नास्ति, या अधिकम् आ अस्ति चेदपि यायि भवति न? किञ्चित् क्लेशम् अस्ति मनसि. क्लेशः अस्ति एव. अस्मिन् स्तरे वयं किं कर्तुं शक्नुमः? या इति धातु अस्ति, या इति धातु अस्ति, तदनन्तरं याति इति वयं पश्यामः. वा भागद्वति इति यत् भागमस्ति तस्य निष्कासनं कुर्मः चेत् या एव अवशिष्यते. अधिकं किम् अहं प्रश्नवाच प्रश्नं कृत्वा ति इति स्थापयामि. विकरणप्रत्यय अस्ति वा न अस्ति वा? आस्ति तदपि याय भवति, नास्ति च. परन्तु किमस्ति, अदादिगणीयधातुः अस्ति, विकरणप्रत्ययः नास्ति इति मत्वा द्वितीयगणे स्थापयामः. ओके, या विषये किम् एकनिमिषः, अस्माकं हस्ते तु अकारः इति विकरणप्रत्ययः अस्ति, यद्वादिगणी अपि अस्ति, सुदादिगणी अपि अस्ति. सन्धिं कृत्वा या एव तिष्ठति. परन्तु अत्र पुनः एकः किम् आप्शन् अस्ति, यदा वयं विकरणप्रत्ययः नास्ति इति चिन्तयामः तदा तु अदादिगणे आगच्छति. ओके महोदय, विशति इति धातु विशति भवादिगणे आगच्छति वा सुदादिगणे आगच्छति वा? विशति धातु न, परन्तु तत्र तु क्लू अस्ति न, इकार उपदायाम्. उपदायां किम् अस्ति न? विशति उपदायां च विशति भवति चेत् सुधातिगणे एव भवति. अस्तु. अण्ड् क्षित् क्षित् क्षयति क्षित् क्षयति कुत्र अस्ति क्षित् अग्रे अस्ति परन्तु भवान् भवती कम्प्लीट् न करोति इति चिन्तयित्वा पृष्टवती. अहम् इदानीं या कृते न अवगच्छामि महोदय. या तुदादिगण भव प्रथमगणस्य द्वितीयगणस्य तस्य उत्तरं न कृतवती. ओके, मम हस्ते तु उत्तरम् अस्ति द्वितीयगणीय इति, कारणं विकरणप्रत्ययस्य अभावेन. अस्तु, एवम् अस्ति मम हस्ते, परन्तु समाधानं सम्यक्तया दातुं न शक्नोमि, कारणं यदा वयं पश्यामः धातुगणः तत्र या इति धातु द्वितीयगणे एव अस्ति. अस्तु भगिनि, एकम् एकं स्वीकृत्य सर्वं शीघ्रं शीघ्रं. भाति अस्ति महोदय, बा भा बा धातु भाति, अत्र द्वितीयगणे अस्ति तदपि भा भा हा भा अस्ति दीर्घं भा. भवन्तः प्रष्टुम् इच्छन्ति चेत् सर्वं कुर्मः. आं महोदय, सर्वं कुर्मः शीघ्रं शीघ्रं स्वीकृत्य. मध्ये मध्ये केपि जनाः डौट् भवति चेत् भवति एव किञ्चित् भ्रमः मम अपि भवति. हा, अतः बिभेति तु समाप्तं न, हिन्स् हिनस्ति. ओके, कश्चन पर्याय पूर्णिमा भवती कृतवती? एकवारं कृतवती भगिनि, अन्येकवारं करोमि वा? न न, इदानीं कस्याः पर्यायः अहं न जानामि. सुशीला भवत्याः सर्वमङ्गला भवती कृतवती वा? वन् टैम् ऐ हेड् डन्. अहमपि एकवारं कृतवती. एकवारम्? अरे द्विवारं त्रिवारं कर्तव्यं. हा ओके, करोतु द्वितीयवारं. हिंस हिंस हिनस्ति हिंसिनस्ति मध्ये नकारमध्ये आगच्छति, धातोः मध्ये आगच्छति, तदर्थं श्नम् प्रत्यय नकारमध्ये तिष्ठति. सप्तमगण रुदादिगण शुद्धं न जानामि भगिनि, अग्रिम धातुः अहं न जानामि. ओ, अत्र श्नम् ओके, एतत् मनसि स्थापनीयं. साधु वा, साधु वा भगिनि, किमस्ति साधु वा? तच्च वाट रुदादि साधु एव, पश्यामः लिखित्वा पश्यामः चेत् कदाचित् स्पष्टं भविष्यति. हिंस् नो नाट् हिंस् हिंस् हिनस्ति. ओ, द्वितीयवारमपि हिंस् आगतं. हा, पश्यतु, अत्रापि हिंसति अस्ति, अत्रापि हिंस अस्ति. न न, उपरि उपरि अस्ति, तदेव कृतवन्तः इदानीं, तदनन्तरं क्षुद् अस्ति, क्षुद् हिंस् हिनस्ति न. ओके, ओके, विभजनं कुर्मः. एकनिमिषम् अहं हीन् अस्ति. ओके, विभजनं कुर्मः. कथं वदतु, वदतु वदतु किल अहम न न का उक्तवती हिंस हिनस्ति विषये पूर्णिमा पूर्णिमा भगिनी उक्तम् अहम् उक्तवती भगिनी ओके फैन् इदानीं विभजनं करोतु हि स नम् रीत्या न तिष्ठति हि तत् धातोः मध्ये आगच्छति सा हि मध्ये न आगच्छति उपधाया पूर्वमेव आगच्छति तदर्थं हिनस्ति भवति रुदादिगण इति हि हिं हा अत्र हि सा मध्ये न आगच्छति खलु अनन्तरं न अनन्तरं सकारः अनन्तरं हि ओके एवम् अहं विभजनं करोमि चेत् पि तु अहं निष्कासयामि साक्षात् कारणं तस्य किं प्रत्ययः अस्ति एतस्मिन् भागे मम हस्ते हि अस्ति सा अस्ति परन्तु न यत् अनन्तरम् आगन्तव्यं तत्तु मध्ये आगतम् अतः निर्णयं भवति पश्यतु मध्ये आगच्छति न तदा श्नम् प्रत्ययस्य न यदस्ति तत् मध्ये आगच्छति रुदादिगणीयधातु ओके ओके स्पष्टम् स्पष्टं भगिनि इदानीम् अग्रिमधातु किं सिव् सीव्यति ओ सिव् सीव्यति प्रभाकरन् न भगिनि शुद्ध क्षुब्ध क्षुणोति अग्रिमधातु शुद्ध हिंसति अनन्तरं सीवति दृष्टवती पश्यतु हिंस हिनस्ति तदनन्तरं सिव् सीव्यति इति आगतं न ओके सिव् प्रभाकरन् भवतः सीव्यति ओके वक्तुमिच्छति जी न दृश्य दृश्यते जी सीव्य सीव् सीव्यति सकारः इकारः सीव् वकारः अस्ति अय सीवि अय अस्ति तिङ्प्रत्ययः अस्ति अय अस्ति इति कारणेन चुरादिगणे आगच्छति जी अनन्तरं य अनन्तरं सि अनन्तरं य अनन्तरं सि अवगतम् हा जी हा य दिवादिगणे आगच्छति जी दिवादिगणे आगच्छति कारणं य विकरणप्रत्ययः य य अस्ति हा जी ओके अग्रे किमस्ति धू इति अस्ति भगिनी भगिनी तत्र धातोः ह्रस्व इकारः अस्ति ह्रस्वस्य दीर्घम् अभवत् तस्मिन् विषये तु अग्रे वयं पठिष्यामः कदा दीर्घः भवति कदा अन्य किमपि कार्यं वयं यत् कुर्मः तस्मिन् विषये अनन्तरमेव आगच्छति बहु अनन्तरम् आगच्छति हा ओके ओके दिस् इस् बिकास् आफ् द याप् फोर्थ् गण ओके चतुर्थगणीयधातु कारणं य अस्ति विकरणप्रत्यय प्रतिभा रूपल् आगच्छति वा आं भगिनि एकनिमिषम् अत्र धातु अनन्तरं धू धुनाति धुनाति धू धुनाति गुणाति ओके समाधानं तत्र तस्य दु अधिक न विक्रणप्रत्यय आगच्छति मध्ये अनन्तरं ति तिगन्तप्रत्यय तर्हि न विक्रणप्रत्यय अस्ति क्रयादिगणे गणे नास्ति तत्र अवशिष्टभागं नास्ति नवमगणे क्रयादिगणे धू यद् दीर्घम् अस्ति तस्य ह्रस्वं कथं भवति तस्मिन् विषये तु इदानीं वयं न पठामः अनन्तरमेव आगच्छम् यदा सिव् इति आसीत् तस्य सीवति सीव्यति इति अभवत् न अत्र ह्रस्वस्य दीर्घम् अभवत् अस्मिन् भागे दीर्घस्य ह्रस्वम् अनन्तरमेव वयं पश्यामः अस्मिन् स्तरे अस्माकं ज्ञानं यावत् नास्ति तावत् यावत् नास्ति तावत् भवितव्यम् अथवा पठितव्यम् अग्रे अग्रे गच्छामः तदा वयं ज्ञास्यामः ओके इदानीं वयं केवलं नोट् कुर्मः ओके एतत् सर्वम् अभवत् इति इदानीं पुनः सिंस् धातु आगतं कस्य पर्यायः सरस्वती आं भगिनि सिंस् आगतं परन्तु अस्मिन् हिंसयति ओके इदानीं भिन्नरूपं वयं पश्यामः हिंसयति इति ओके तत्र हिंस समाधानं कथं भवती करिष्यति हिंस् धातु हिंस् अय दशमगणिः हिंस् अनन्तरम् अय दशमगणीय सरलमस्ति आम् क्षुरादिगणे अय ओके इदानीं सर्वमङ्गला या सर्वमङ्गला भवत्याः कृते किमस्ति क्षुद् क्षुणस्ति क्षुणस्ति क्षुद् क्षुद् प्लस् अ प्लस् ति क्षुदति क्षुद् प्लस् अत्र किं करणीयं क्षुद् न क्षुद् अस्माकं हस्ते क्षुद् अस्ति तस्य रूपं किं भवति क्षुद् हु न ओ हो हो हो हो अरे किम् अस्ति एवं वयं रूपं प्राप्नुमः प्रथमपुस्तके एकवचने ओके इदं समाधानं कथं क्षुद्गतं कथं शुद्ध अस्ति मम हस्ते क्षुद् ओ ओ ओ शुद्ध अस्ति परन्तु तत्र न इति आगतं न कुत्र आगतं न मध्ये आगतं ओके न तदनन्तरं सन्धिकार्यं कृत्वा दकारस्य सकारे परिवर्तितम् अभवत् ओके एतत् जानाति सन्धिकार्यविषये दकारस्य सकारे परिवर्तनं जस्त्वा जस्तु न चर्त्वा चर्त्वा ओके चत्य अस्ति अतः दकारस्य तकारे परिवर्तनं कृत्वा डबल् त भवति तत्र शृणोति ओके इदानीं निश्चयं करोतु कुत्र एतत् वयं पश्यामः शृणोति धातोः मध्ये आगच्छति शृणोति पूर्वं ण यद् अस्ति अत्र तस्य रूपं किम् आसीत् न आसीत् रुदादिगणः पश्यतु किमर्थं न स्मरणे रुदादिगणे शं विकरणप्रत्ययः न अस्ति रुदादिगणे अस्ति तत्र तु मध्ये अस्ति परन्तु नकारस्य णकारे किमर्थं परिवर्तनं अभवत् तस्मिन् विषये स्मरणे अस्ति क्षा इति कारणे क्षा अस्ति इति कारणेन षकारः अस्ति न क्षु अत्र ककारः अधिकं षकारः ओके अधिकम् अकारः एतदस्ति शु अकार क्षम्यताम् अकार नास्ति उकार ओके अतः षविषये एते सर्वे सन्ति तदनन्तरं न आगच्छति अनन्तरम् उकारानन्तरं न आगच्छति उकारः परिवर्तनं कर्तुं बाधा न ददाति अथवा बाधा न स्थापयति अतः षकारस्य नकारस्य मध्ये उकारः परिवर्तनं करोतु इति आदेशः ददाति अतः नकारस्य णकारे परिवर्तितम् अभवत् अवगतम् अवगतम् एकः प्रश्नः अस्ति धुनति धू धुन उपरि उपरि धू धुना धुनाति के वदन्ति दटिष्णा विकरणप्रत्यया आवटिस् ओके एतत् कस्मिन् गणे अस्ति धुना धू धुनाति न विकरणप्रत्ययः वयं पश्यामः अत्र विकरणप्रत्ययः न कुत्र आगच्छति त्रयादिगणे अस्ति त्रयादिगणे आगच्छति पश्यतु न मम चिट् शीट् अस्ति न अत्र चीटिङ्ग् कर्तव्यं न साक्षात् अत्र श्ना इति अस्ति ओरिजिनल् विकरणप्रत्यय ओके मूलरूपं श्ना तत्र तु शकारस्य किमपि कारणेन निष्कासनं भवति अवशिष्टभागः न अतः मम हस्ते किं भवति धू ऊकारस्य उकारे परिवर्तितम् अभवत् तस्मिन् विषये तु इदानीं वयं न चिन्तयामः अनन्तरं विषये पठिष्यामः परन्तु विकरणप्रत्ययविषये चिन्तनं न अस्ति अतः त्यादिगणीय नवमगणीय ओके भगिनी यदि हिंसति हिंसति दीयते चेत् वयं तु द्वयमपि लेखितुं शक्यते खलु हिंसयति अपि हिनस्ति अपि लेखितुं शक्यते किमस्ति सन्दर्भानुगुणं रूपं लेखनीयं वाक्ये वाक्ये वाक्ये किमपि लेखितुं शक्यते वाक्ये सन्दर्भानुगुणम् उपयोगं कृतं भविष्यति सः सः सः तं हिंसयति सः तं हिनस्ति द्वयमपि एकमेव वा हिंस धातोः गणस्य आधारेण अर्थपरिवर्तनमपि भवति न अस्तु वा कृषति कर्षति द्वयमपि एकमेव अर्थः खलु हा परन्तु यत्र कुत्रापि किमपि उपयोगं कर्तुं न शक्नुमः हा अस्तु हिंसति हिंसयति द्वयमपि अर्थः सम्यक् न एकमेव न वा उपयोगं किञ्चित् भिन्नं भवति सामान्यतया एकनिमिषं हा अहम् अष्टाध्यायी उद्घाटयामि स्वार्थे निच् न भवति वा हिंसयति एकनिमिषम् एकनिमिषं हा इदानीं हिंस् विषये पश्यामः हिंसा कर्तुं प्रेरयति इति हिंसयति न दशमगणे स्वार्थे निच् भवति भगिनि महोदय दशमगणे अहमपि हिंसयितुं शक्यते स्वार्थे निच् दशमगण हिंसयति हिंसयति स्वयमपि स्वयमपि स्वयमपि कर्तुं शक्यते सः हिंसयति मम मम अनुजा मां हिंसयति यदि बालकः छोटा बालक रहता है ना वो बेटी और दीदी को करता है ना हिंसयति वक्तुं शक्यते सम अदर पर्सन दट् आल्सो देर् स्वार्थे निच्चपि भवति अन्य कारयति निजन्ता अपि भवति भवद्वयमपि भवति दशमगणे चोरयति अपि तदेव खलु स्वयं स्वयं चोरं शक्यते अन्य निजमपि कोऽपि तत् न करोति स्वयमेव करोति ओके भवत्याः अभिप्रायः एवम् अस्ति परन्तु किमस्ति very minute differences are there ha krishati karshati tatrapi ha krishati projects a different meaning karshati projects another meaning okay astu agre charamaha bagini astu bagini dhanya upyogam kartavya okay astu krishati upyogam na bhavati samanyataya ha astu it is not mutually exchangeable exchangeable astu katam karaniyam iti abhyasena eva avagantavyam kalu vayam atam shaknumah karanam yada vayam kevalam artham pashyamah samanyata samanata asti ha to kill destroy to pain to kill destroy atra irritate to cause pain evam likhitam asti ha वट् इस् डिफ़्रेन्स् कुत्र किम् उपयोगं कर्तव्यं तत् तस्य ज्ञानं तु अभ्यासेन एव आगच्छति अथवा यत् वयं पठामः काव्यं वा साहित्यं किमपि वयं पठामः तत्र एकं तु उपयुक्तम् भविष्यति किमर्थं नाट् दि अदर् वन् एतस्य चिन्तनं तस्मिन् समये कुर्मः चेत् साक्षात् किमर्थम् एतस्य उत्तरं मिलिष्यति ओके एकस्मिन् वाक्ये अथवा एकं किं साहित्यम् अस्ति तत्र कृषति स्थाने कर्षति इति लिखितम् अस्ति ओके द्वयोः अर्थं तु समानम् इति वयं चिन्तयामः परन्तु कृषति उपयुक्तम् अस्ति चेत् अ डिफ़्रेण्ट् मीनिङ्ग् इस् प्रोजेक्टेड् आर् प्रेसेण्टेड् कर्षति उपयुक्तम् अस्ति चेत् भिन्न अर्थं भविष्यति ओके तदेव अत्र हिंसति हिंसयति तस्मिन् विषये तु इदानीं वयं इदानीं वयं केवलं भाषाद्वयम् उपयोगं कृत्वा अर्थभेदं पश्यामः एवं नास्ति ओके तत् तदर्थं तु किञ्चित् साहित्यविषये गन्तव्यं, तदा बहु सम्यक्तया ज्ञातुं शक्नुमः. ओके ओके, अग्रे गच्छामः. शुद् समाप्तं, तन् तनोति. ओके, एतत् सरलमस्ति. कस्य पर्यायः इदानीं? प्रभाकरन्, भवतः पर्यायः वा? न? ओके, रूपल्? जी जी. रूपल्? आं महोदय. अनन्तरमस्ति तन् तनोति. तत्र लेखनीयं वा? तन् अधिक अधिक विक्रणप्रत्यय ओ आयाति. ओ अस्ति, नो न. स्थापयतु सम्यक्तया. ओ अस्ति, नो न. अत्र नो इति दृश्यते, परन्तु यदा अहं तन् मैनस् करोमि तदा तु केवलम् ओ अवशिष्यते. अतः तनस्य नाम किम्? ओ इत्युक्ते तनादिगणे. ओ इति विक्रण अस्ति तनादिगणे, अष्टमगणे. ओके, तनादिगण नाम अष्टमगण. ओके, अवगतम्. ओके, अग्रे गच्छामि. सरस्वती अग्रिमा किं? तन्नन्तरं स्पृश्, स्पृशति. स्पृश् दट् इस् सिक्स्. स्पृश, या स्पृश् अकार टि, सो दट् इस् तुदादिगण, सिक्स्त् वन्. तुदादिगणः किमर्थम्? तत्र गुणः नास्ति, गुणकार्यं न कृतम्. ओके, ऋ अस्ति, गुणकार्यं न कृतम्. अतः किं तुदादिगणीयं? सर्वमङ्गला. तर्कयति. तर्कयति. तर्क अधिकम् आय प्लस् टि. तर्क अधिकम् अय अधिकम् अय प्लस् कुत्र आगच्छति? अय चुरादिगणे आगच्छति. चुरादिगणे आगच्छति, अतः दशमगणः चुरादिगणः. ओके ओके ओके, सम्यक्. सुशीला. आं भगिनि. ध्रुति. ध्रुनोति. ध्रु इति द्रु एव, र नास्ति. धुनोति. आम्, धु अधिकं नो अधिकं ति धुनोति. नो श्रूयते, नोकारः पञ्चमगणे अस्ति, स्वादिगणः. ओहो, नोकार मा वदतु. नोकार मा वदतु, कारणं तत्र द्वयमपि अस्ति. आम् आम्, नकारः ओकारः नो. कस्मिन् गणे? स्वादिगणे अस्ति, पञ्चमगणे. गणे पञ्चमगणे अस्ति. ओके, सुशीला. अनन्तरं तेजल् तु वक्तुं न इच्छति, विजया अपि वक्तुं न इच्छति. ओके, कन्नम्मा अहं चिन्तयामि. कन्नम्मा आगच्छतु. आम् भगिनि. इदानीं भृ भरति. वदतु. भृ भरति. hmm. लेखनीयं वा? अरे वाट् हेपेण्ड्? म्यूट् भरती अग्रे गच्छतु. What is happening? Kanama nasti va? Are you asking? Bharati Bhavati Bhagini Pratama gana Bhuadi gana hasti Rkara ha Ar Bhavati A vikarna prati hasti अतः भरति तत्र आसि यदा अहं निष्कास्यामि भर् इति अवशिष्टं तत्र भृ एतस्य अर् भर् इति अभवत् याति तु वयं दृष्टवन्तः याति दृष्टवन्तः मोहिनी अग्रे गच्छामि नी नयति नी नयति न अय अत्र अहं लिखामि पश्यतु कुत्र भक्तः नी न यति इति भवति. ओके इदानीं न युज्य य युज्यति न युज्य य विकरणप्रत्यय. ओके एतत् तु सम्यक् नास्ति महोदय. यदा अहं निष्कास्यामि य इति मम हस्ते अस्ति. ओके परन्तु अत्र पश्यतु नि इति धातुः अस्ति तस्य विभजनं करोतु वर्णविभजनं करोतु नकार कार युज्य ईकार नकार अधिकम् ईकार अधिकम् ईकार इदानीं पश्यतु धातोः अन्तिमभागे ई इति अस्ति सन्धिकारणेन सन्धि नास्ति अत्र वर्णमेलनमेव वर्णमेलनं नी इति किं धातु विभजनं वर्णविभजनं करोति चेत् तत्र एवमस्ति चेत् ईकारस्य किं भवति ईकारगुण भवति गुण भवति चेत् ए भवति ए भवति न अधिकं किं भवति ए ए भवति. तदनन्तरं यदा अहम् आयोजयामि भवति सन्धिकार्यं भवति ने कार्यं भवति तदा किं भवति नकारयोः य अस्ति यकार अस्ति एकनिमिषं एकारस्य किं भवति एकारानन्तरम् अकारः आगतं तदा सन्धि यदा अहं करोमि एकारस्य स्थानं किम् आगमिष्यति ऐ ऐ भवति ऐ भवति तदनन्तरं मम हस्ते तु अ तु अस्ति एव विकरणप्रत्यय अ तु विकरणप्रत्ययः अस्ति. इदानीं पश्यतु अत्र यदा मकार अकारयोः सम्पूर्णं न भवति पश्यतु अनन्तरं यकार अकारयोः सम्पूर्ण अगच्छति अतः नयति इति आगतं Oh, okay. So, lot of steps here, ma'am, Bhagini. Wow. Avikarana pratyasti chet, the first guna it will be, right? Because it has gone guna parivartana. Guna parivartana also has happened, right? No, no. I don't know. I'm thinking it is one, first gana. First gana. Okay. Kimartham karanam yada vadigane asti dhatoho antima bhagane nirvanasya rasyam asti gunakaryam karati. Parintu yada dhatoho upada bhagane इकार उकार ऋकार अस्ति रस्य एव दीर्घस्य गुणकार्यं यदा अन्तिमभागे अस्ति अवगतम् अन्तिमभागे दीर्घ गुणकार्यम् अभवत् अन्तिमभागे दीर्घमस्ति वा रस्यम् अस्ति चिन्ता नास्ति तु गुणकार्यं भवति एव अत्र नी यदस्ति नकार ईकार अस्ति अन्तिमभागे ईकारम् आगतं यदा वयं भूधातु पश्यामः तत्रापि तदेव अभवत् न उकार अधिकं तदनन्तरं किम् अभवत् ओकार भवति ओकारे परिवर्तितं भवत् अभवत् भवति तदनन्तरं मम हस्ते अ आगतं किमर्थम् उत्तरणप्रत्ययस्य कारणेन ओकार अकारयोः मेलनं भवति चेत् तत्र तु सन्धिकार्यस्य अवकाशः अस्ति आम् भगिनी क्षम्यतां भवत्याः ध्वनिः न श्रूयते न न सम्यक् न श्रूयते सम्यक् सम्यक् एव तर्हि कृपया नि इत्यत्र अपि न श्रूय न श्रुतं मया नि नि विषये अपि न श्रुतम् इदानीं ध्वनिः आगच्छति आम् आम् भगिनी भवत्याः समये भवत्याः प्राब्लम् भवेत् अस्माकं कृते सम्यक् श्रूयते एव इदानीं भ ओकारस्य स्थाने किम् आगच्छति मोहिनी वदतु ओकारस्य स्थाने अकारविकरणप्रत्यय युज्य अव् एकनिमिषम् स्वीकुर्मः तत्र नकार ईकार आगच्छति तदनन्तरम् ईकारस्य एकारे परिवर्तितम् अभवत् तदनन्तरम् एव वयम् अकारः यत् विकरणप्रत्ययस्य भागः अस्ति तद् योजितवन्तः ओके तदेव अत्र अपि अहं करोतु इति वदामि तदा भू इत्यस्य भकार ऊकारः इति आगतम् ऊकारस्य स्थाने ओकारः किमर्थम् गुणपरिवर्तन गुणकार्यं कृतं तदनन्तरम् अकारः यदस्ति विकरणप्रत्ययस्य भागः ओके यदा इदानीम् ओकार अकार एतयोः मेलनेन किं परिवर्तनं भविष्यति O and O be av, right? O karasya sthane av agachati. O karasya sthane av. Tadanantaram asmakam akaraha yadashi. After that, okay. Okay. Avagatam idane? Bhava. Now it will become, okay. Anantaram. अव् यदस्ति तस्य अकारेण मेलितं भविष्यति व यदस्ति अकारः अकारेण मेलितं भवति तिङन्तप्रत्ययः ओके ओके नयति भवति समानमेव कार्यं तु समानम् ओके गुणपरिवर्तन आफ्टर् वि डू देट् वि आर् द विकरणप्रत्यय एण्ड् देन् वि हाव् टु टर्न् दि द चेञ्ज् अकर्स् ओन्लि इन् द विकरणप्रत्यय because of the vikarana pratyaya yeah, because of the vikarana pratyaya but the what changes is the dhatu एकारः किमर्थं कृतवन्तः कारणम् अत्र गुणकार्यस्य नियमः भवति ओके नी इति अस्ति ईकारस्य एकारे परिवर्तनं भवति किमर्थं कारणं गुणस्य किं सूत्रमस्ति गुणं कर्तव्यम् इति वादिगणेन धातवः अत्र तु गुणकार्यं भवति अतः ईकारस्य एकारे परिवर्तितम् ओकारस्य ओकारे परिवर्तितं तदनन्तरं यदा वयं विकरणप्रत्ययं योजयामः तदा किं भवति अत्र तु सन्धिकार्यस्य अवकाशः मिलति पश्यतु ओकार अकार एकार अकार सन्धिकार्यस्य अवकाशः मिलति सन्धिकार्यं कर्तव्यम् अवगतं भगिनि इदानीं समापयामः अष्ट पञ्चाधिक अष्टवादनम् अभवत् क्षम्यताम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः भगिनी शुभरात्रि धन्यवादः भगिनी